नमस्कारः सर्वेभ्यः. अद्यतन न्यायचिन्तनवर्गे सर्वेषां स्वागतम्. अद्यतनविषयः अस्ति किम् अविधेयत्वम् इति पदार्थः, अपि च केवल अन्वयत्वं. तत्र किञ्चित् अग्रे पठितं. तर्हि नवाधिकद्विशततमे पुटे अभिधेयत्वपदार्थः इत्यत्र तत्र आरब्धं, वर्गः आरब्धः. पूर्वस्मिन् वर्गे यत् चिन्तितं तस्मिन् विषये प्रश्नः अस्ति वा किमपि? महोदय, तत्र एकः एव प्रश्नः. तत्र तु प्रश्नः आसीत् व्यतिरेकव्याप्त्या हेतोः कः लाभः इति. तत्र वयं तु तत्र कुत्र अस्ति महोदय तस्य लाभः? तत्र यत्र सत्यम् इति अस्ति पदमस्ति खलु, स्थूलाक्षरैः लिखितं सत्यं, तस्मिन् परिच्छेदे उत्तरमस्ति. उत्तरं किम् इत्युक्ते, तर्हि तत्र अत्र वाक्यं किमस्ति, यत्र साध्याभावः तत्र धूमाभावः इति अस्ति खलु. धूमाभावः व्यापकः, साध्याभावः व्याप्यः इति अस्ति. तर्हि कुत्र धूमाभावः इति व्यापकः, तर्हि तत्र व्यतिरेकव्याप्तिः अस्ति. तर्हि हेतुः कः? धूमः एव. तर्हि धूमस्य को, किमर्थं धूमस्य वर्णनम् इत्युक्ते, धूमः अस्ति तत्र प्रतियोगित्वं. धूमः चेत् परम्परया धूमपर्यन्तं व्याप्तिः आगच्छति. यथा बहिनी अभावव्यापकीभूत अभावप्रतियोगित्वरूपा व्याप्तिः, सा व्याप्तिः धूमे अस्ति, हेतौ अस्ति इति साधितं भवति. अतः तदेव तस्य लाभः, परम्परया सा धूमनिष्ठा अपि भवति. का धूमनिष्ठा? व्याप्तिः. व्याप्तिः, व्याप्तिः इयं व्याप्तिः. अस्तु, सामान्यतया व्याप्तिः व्याप्याश्रयः अस्ति खलु. साध्याभावे व्याप्तिः अस्ति, किन्तु अत्र दीर्घमार्गेण अग्रिमे पुटे प्रायः लिखितमस्ति, अभावयोः व्याप्तिः वह्नि अभावव्यापकीभूत अभाव प्रतियोगित्वरूपा. तर्हि व्याप्ति धूमे किमर्थम् इत्युक्ते, उभयविधव्याप्तिमान् अस्ति खलु धूमः, अन्वयव्याप्तिमान् अपि च तथा द्वौ अपि तस्मिन्नेव धूमे एव साधितं. नो चेत् एकः व्याप्ति धूमाभावे, एकः धूमे सीना इति सम्यक् न गच्छति खलु. इति धन्यवादः. इति भवती ध्वनिमुद्रां श्रुतवती वा शनिवासरस्य वर्गस्य? शनिवासरस्य गतसप्ताहस्य प्रायः श्रुतवती इति चिन्तयामि, अस्मिन् सप्ताहस्य न. यतोहि स एव प्रश्नः तत्रापि आगतः. ओ एवं वा, अस्तु, आरम्भे एव. अहं तु अत्र अन्वेषणं कृतवती. सर्वदा तु अन्ते एव आगच्छति किल उत्तरं, परन्तु वयं तु घटाभिधेयः इति किमपि चर्चितवन्तः गतसप्ताहे, तस्य उत्तरं कुत्र? मध्ये एव आगतं. अग्रे सर्वं चर्चा अभिधेयत्वं, तत्र विषयः तु अस्ति, यतोहि सामान्यविषये लोकसिद्धः अस्ति खलु हेतुः. यथा वह्निधूमयोः उदाहरणे कः कः हेतुः, कः पक्षः, कः साध्यः लोकसिद्धः. तेजस्त्वम् उष्णस्पर्शत्वं तत्रापि लोकसिद्धः. किन्तु व्यतिरेकव्याप्त्याः वाक्यं किम् आसीत्, घटो अभिधेयः प्रमेयत्वात्, तस्मिन् वाक्ये तावत् स्पष्टं नास्ति. तदर्थं तत्र परिचयत्वेन सर्वं लिखितम्. किञ्चित् इतोपि वक्तव्यं भवति, तत्र घटः अभिधेयः, घटात् अभिधेयः एव, तर्हि किं, तर्हि कथं अभिधेयः साध्यः भवति इत्युक्ते घटे अभिधेयत्वम् अस्ति इत्यस्मात् घटः अभिधेयत्ववान् प्रमेयत्वात्. तर्हि एतादृशवाक्यं पक्षः वह्निमान् धूमत्वात् इति तादृशशैली अत्र अपि प्राप्ता. तद् आं महोदय, धन्यवादः. अन्यः प्रश्नः वा? नमस्ते सरला भगिनी. नमस्ते महोदय, क्षम्यतां, दुर्लभं. चिन्ता नास्ति, केवलं पूर्वस्मिन् वर्गे किम् अस्तु. तर्हि अहमपि भगिनि अग्रे पठति वा, अन्यप्रश्नः अस्ति वा? अस्ति चेत् अग्रे रमप्रिय भगिनि सम्प्रति. अस्तु, अभिधेयत्वपदार्थः सम्प्रति साध्यम् अभिधेयत्वं हेतुश्च प्रमेयत्वं किं रूपम् इति ज्ञातव्यं. कुतः एतत् तत् स्वरूपे ज्ञाते, तत्र अन्वयव्याप्तिः एव सम्भवति, न व्यतिरेकव्याप्तिः इति सम्यक् ज्ञातुं शक्यते, न अन्यथा. तदर्थम् आवश्यकम् अभिधेयत्वस्य प्रमेयत्वस्य च स्वरूपज्ञानम्. व्याप्तिपदार्थनिरूपणप्रसङ्गे उक्ता अस्माभिः पदानां बोधकथा. पदम् इति किम्? क्रमविशिष्ट विशिष्टः वर्णसमुदाय येन कश्चित् अर्थः बोध्यते. तत्र आदौ घटपदम् उदाहरामः. तावदेव अस्मिन् परिच्छेदे. अस्तु अस्तु, सम्प्रति इदानीं साध्यम् अभिधेयत्वं हेतुश्च प्रमेयत्वं किं रूपम् इति ज्ञातव्यम्. अस्माकम् उदाहरणमेव किल, घटौ अभिधेयः प्रमेयत्वात् इति. तत्र साध्यम् अभिधेयत्वम् इति गतसप्ताहे एव वयं तस्य निरूपणं कृतवन्तः. हेतुश्च प्रमेयत्वं किं रूपम् इति ज्ञातव्यं, तस्मिन् विषये ज्ञातव्यं. कुतः एतत्, किमर्थम् एतत् प्रश्नः आगतः इत्युक्ते, तत् स्वरूपे ज्ञाते, तत्र अन्वयव्याप्तिः एव सम्भवति, न व्यतिरेकव्याप्तिः इति सम्यक् ज्ञातुं शक्यते, न अन्यथा. अस्तु, साध्यम् अभिधेयत्वं हेतुः प्रमेयत्वम् इत्यस्य तत्स्वरूपे ज्ञाते, किमर्थं तादृशप्रश्नः इत्युक्ते, तत्र अन्वयव्याप्तिः एव सम्भवति, न व्यतिरेकव्याप्तिः इति वयं सम्यक् अवगन्तव्यम्. तत्स्वरूपे ज्ञाते सति सप्तमी, किमर्थं, कस्य स्वरूपे? साध्यम् अभिधेयत्वं हेतोः घटो अभिधेयः प्रमेयत्वात्. हेतोः विषये किल, अत्र हेतुः, अत्र धूमवर्णि उदाहरणे धूमः हेतुः, वह्निः साध्यं साध्यः इति प्रसिद्धं. न कोऽपि कोऽपिच न अधिकं वक्तव्यं, तत् साधु अस्ति. अत्र अभिधेयत्वं प्रमेयत्वं एतयोः पदयोः स्वरूपं किञ्चित् न लोकप्रसिद्धम्, किञ्चित् तत् अवगन्तव्यं तस्मिन् विषये. यथा धूमत्वं वह्नित्वं तत्र अनुभवः अस्ति, धूमः कः वह्निः कः इति अनुभवः अस्ति. अत्र अभिधेयत्वं प्रमेयत्वं किं, तत् तस्य स्वरूपं किम् इति तयोः पदार्थयोः स्वरूपः कः, स्वरूपौ कौ इति प्रश्नः आगच्छति. तस्य उत्तरम् अग्रे अद्यतनविषयः सा एव अग्रे दीयते. किम् इति अभिधेयत्वम्, अभिधा इत्युक्ते का इति, तस्य अवगमनेन एव कथम् अत्र किमर्थम् अन्वयव्यक्ति अन्वयव्याप्तिः एव साधु न व्यतिरेकव्याप्तिः, तत्सर्वम् अवगन्तव्यं चेत् अभिधेयत्वं प्रमेयत्वं तयोः स्वरूपं चिन्तनीयं, स्वरूपे चिन्तनीयम्. तदर्थम् आवश्यकम् अभिधेयत्वस्य प्रमेयत्वस्य स्वरूपज्ञानं, तद् यदा भवता उक्तम् इदानीमेव तस्य स्वरूपज्ञानम् आवश्यकम् अभिधेयत्वस्य प्रमेयत्वस्य. व्याप्तिपदार्थनिरूपणप्रसङ्गे उक्तम् अस्माभिः पदानां बोधकता, यदा वयं व्याप्तिपदार्थस्य निरूपणं कृतवन्तः तस्मिन् समये वयं पदानां बोधकता इत्युक्ते पदानां विशेषता कथम् आगच्छति, पदेन वयं कथम् अवगन्तुं शक्नुमः इति निरूपितवन्तः. पदम् इति किम्, अस्तु पदम् इत्युक्ते किं, क्रमविशिष्टः वर्णसमुदायः येन कश्चित् अर्थः बोध्यते. अस्तु पदम् इत्युक्ते यस्य दर्शनेन वा श्रवणेन वा वयम् अर्थम् अवगन्तुं शक्नुमः तदेव तस्य नाम एव पदम् इति. वर्णसमुदायः क्रमविशिष्टः, क्रमस्य विशेषणता अस्ति तत्र. अस्तु तत्र घटपदम् उदाहरामः, घटम् इति पदम् उदाहरणरूपेण वयं स्वीकुर्मः इत्येव अस्ति. अत्र वर्णसमुदायः अस्ति खलु, वर्ण इत्युक्ते अक्षरम् वर्णसमुदायः, किन्तु न राण्डम् आर्डर् इति न, क्रमविशिष्टः क्रमेण भवेत्, तेन एव किञ्चित् पदम् इति वक्तुं शक्नुमः. अस्मिन् विषये किम् उक्तं यत् एतत् अत्र नैयायिकानां मतं सुप्तिङन्तं पदम् इति अस्ति खलु व्याकरणनियमेन, तत्र पाणिनीयसूत्रम् अस्ति खलु सुप्तिङन्तं पदम्. तत्र अत्र येन केनापि अर्थः बोध्यते अपि च क्रमविशिष्टः वर्णसमुदायः तत् पदम् इति स्वीक्रियते. ओ एवं वा, अस्तु सुबन्तं तिङन्तम् इति न आवश्यकम् इति वा. मम प्रश्नः आसीत् माता स्वस्य बालकस्य शब्दम् अवगच्छति, बालकः किमपि वदति माता एव अवगच्छति. प्रायः परन्तु तादृशं वयं तु इदानीं पर्यन्तं न दृष्टवन्तः किल महोदय. अस्मिन् पुस्तके तु यद् पदम् अपि वयं स्वीकुर्मः तत्र सुबन्तं वा तिङन्तं वा एव आसीत् किल, अस्ति अपि सत्यं. अस्तु अस्तु भगिनि, साधु प्रश्नः अस्ति वा? आं महोदय साधु प्रश्नः. सरला भगिनि, सरला भगिनि साधु. आम् आम् साधु. अस्तु अग्रे लक्ष्मी भगिनी, तत्र परिच्छेदद्वयं पठतु कृपया. अस्तु घकारो उत्तरवर्ति अकारो उत्तरवर्ति तकारो उत्तरवर्ति अकाररूपः घटपदे अस्ति क्रमः, तेन क्रमेण तेषां वर्णानां ज्ञाने सति कम्बुग्रीवादिमान् पदार्थः बुद्धौ आयाति न आयाति, योगि नाम न जानाति तादृशक्रमविशिष्टवर्णैः घटः बोध्यते, सः न जानाति एव घटपदं श्रुत्वा अपि अर्थम्, अन्यथा हि सर्वोऽपि सर्वाः भाषाः जानीयात्. यदा कश्चित् संस्कृतभाषाभिज्ञः घट इति पदस्य अयं कम्बुग्रीवादिमान् अर्थः इति कथयति, ततः परं खलु पदश्रवणेन अर्थज्ञानं न पूर्वमपि. अस्तु, अतः पूर्वस्मिन् परिच्छेदे उक्तं पदस्य बोधकत्वं, पदस्य बोधकत्वं प्रथमं जानीयुः इति. इत्युक्ते अत्र घट इति पदमस्ति, घटे पूर्वम् उक्तं यत् घटः इति तत्र पदे वर्णाः क्रमेण तिष्ठन्ति, अपि च कमपि अर्थं बोधयति इति. अतः घट इति पदे प्रथमं घकारः अस्ति, अनन्तरम् अकारः, अनन्तरं टकारः, पुनः अकारः इति क्रमेण वर्णाः सन्ति. ते यः कोऽपि तत् पदं शृणोति तस्य मनसि कम्बुग्रीवादिमान् इत्युक्ते घटे कण्ठः दीर्घः कण्ठः अस्ति, उदरमस्ति इति तत्सर्वं मनसि आयाति, बुद्धौ तत् आगच्छति. तादृश घटमिति पदं श्रुत्वा तादृश पदार्थः मनसि आगच्छति. यदि न आयाति चेत् सः कस्य मनसि न आयाति इति प्रश्ने सः तत् नाम एव न जानाति, घटः इति नाम एव न जानाति. घटः तादृश क्रमेण घकारकारटकारकार इति क्रमेण पदं श्रुत्वा तस्य मनसि किमपि ज्ञानं न उत्पादयति. किमर्थं चेत् सः तस्य अर्थं न जानाति. पूर्वता अन्यथा हि सर्वोपि सर्वाः भाषाः जानीयात्. अस्य वाक्यस्य अर्थः किं महोदय? अन्यथा हि सर्वोपि सर्वाः भाषाः जानीयात्. सः घटमिति पदं श्रुत्वा तस्य मनसि किमपि किमपि पदार्थं न आगच्छति. किमर्थं चेत् सः प्रायः पूर्वं न श्रुतं. भाषा घटः इति सः संस्कृतेन न जानाति वा? अन्याः भाषाः सः जानाति, किन्तु अत्र अन्वयं पूर्वस्मिन् वाक्यम् अपि च अस्मिन् वाक्यं मध्ये अन्वयः सम्यक् नावगतम्, अपि च वाक्यस्य आशा किमस्ति इति न जानाति. किमर्थं चेत् अग्रिमवाक्यमस्ति यः संस्कृतभाषा अभिज्ञः इत्युक्ते यः संस्कृतभाषा जानाति सः घटः इति पदेन घटमिति पदं श्रुत्वा अयं पदार्थः कम्बुग्रीवादिमान् इति अर्थः इत्युक्ते पदार्थः यस्मिन् कम्बुग्रीवः अस्ति इति सः पूर्वं जानाति. अत्र स्थितिप्रायः स्थितिद्वयं वा त्रयम् अस्ति. एकं तु यः न जानाति घटम् इति पदं श्रुत्वा, घटः इति पदं श्रुत्वा किं बोध इति न जानाति, तर्हि घटपदं श्रुत्वापि तस्य मनसि घटस्य घटपदार्थस्य अवगमनं न भवति, बोध्यं न भवति, खलु? यः न जानाति घटः पदेन घटं घटः घटपदार्थः बोध्यते इति. अन्यथा नो चेत् अनिष्टं स्थितिः आपतति, यही सर्वे अपि सर्वाः भाषाः जानीयात् इति भवति चेत् ओ कापि घटः वदतु कोऽपि अवगच्छति, घटः इति घटपदार्थः इति सर्वे अवगच्छन्ति, ये सर्वे जनाः सर्वाः भाषाः अवगच्छन्ति चेत् इति तु नास्ति. प्रथम अस्तु अस्तु प्रथमपरिच्छेदे अहं चिन्तितवती तत्र तत् प्रथमस्थिति इत्युक्ते घट इति पदार्थं घट इति पदं श्रुत्वा सः जानाति, द्वितीयस्थित्यां सः न जानाति इति चिन्तितवती. तृतीयवाक्यं तृतीयवाक्येन किञ्चित् भ्रमः जातः. अत्र न आयाति इति शङ्का अस्ति चेत् यः नाम न जानाति तादृशघट घट इति विशिष्टवर्णैः घटः बोध्यते, सः घटपदं श्रुत्वापि घटः कः इति न जानाति, खलु? इति न सत्यं चेत् अनिष्टं अनिष्टं किम् अनिष्टा स्थिति ये यस्मिन् सर्वे हि सर्वाः भाषाः जानन्ति इति भवति वा? इति न भवति खलु? तर्हि एवं भवति, यः न जानाति सः नावगच्छति, एषा स्थितिः आगच्छति एव यः घटपदं न जानाति इति स्थितिः अवश्यम् आगच्छति. यः भाषा न जानाति किमपि जापनीस् वा अरबिक् वा तस्मिन् भाषायां घटः इति पदं भवतु, पदश्रवणेन अपि पदार्थः न बुध्यते. अस्तु सः घटमिति जानाति किन्तु पदमेव न जानाति अस्मिन् अस्यां भाषायां. एका स्थितिः अस्ति कमपि कापि भाषा कस्यां भाषायामपि सः न जानाति घटः इति किम् अस्ति. एका स्थितिः अस्ति घटः इति जानाति, तृतीयस्थितिः अस्ति अन्यासु भाषासु जानाति किन्तु संस्कृते न जानाति. अतः पदं श्रुत्वा किमपि अभिज्ञः नास्ति किन्तु यः कोऽपि तस्य कृते वर्णयति तस्य मनसि ज्ञानम् उत्पादयति, अपि च पूर्वं अन्यासु भाषासु यत् ज्ञातवान् यत् ज्ञातमस्ति तत् तेन अन्वयं भवति इति वक्तुं शक्नुमः. तद्यां स्थित्यां एकः वदति ओ घटपदस्य कम्बुग्रीवादिमान् अर्थः इति वदति चेत् यः श्रोता अस्ति तस्य मनसि पदश्रवणेन अर्थज्ञानं न पूर्वमपि, पूर्वं सः न जानाति चेदपि घटः इति कम्बुग्रीवादिमान् इति वर्णयति खलु एकः, तस्य श्रवणेन ओहो घटः एतादृशः इति सः ज्ञातुं शक्नोति. प्रथमां स्थित्यां सर्वं एकः जानाति, पूर्वं घटः घटं दृष्टवान् घटपदश्रवणेन आहा घटं घटः कः इति अवगच्छति प्रथमपरिच्छेदे. द्वितीयपरिच्छेदे यः न जानाति घटपदं श्रुत्वापि किम् इति कः इति न जानाति, यतोहि तस्य मनसि पदपदार्थयोः सम्बन्धः न स्थापितं तस्य मनसि तत् न किं तत् सम्पर्कः सम्बन्धः तस्य मनसि यस्य मनसि नास्ति पदपदार्थयोः सम्बन्धः यः न जानाति पदं श्रुत्वापि पदार्थस्य अवबोधनं बोध्यं न भवति. साधु साधु महोदय. अन्येषां प्रश्नः अस्ति वा? तर्हि न केवलम् अग्रे अपि उच्यते सरला भगिनी. न केवलं पदज्ञानं पर्याप्तं, किन्तु पदम् इदं तस्य बोधकम् इति ज्ञानम् अपि आवश्यकम् एव. अयं हि पदस्य विशेष यद् बोधकम् इति ज्ञातं सत् बोधकं, न तथा इन्द्रियं, न तत्र कस्यचित् ज्ञानस्य अपेक्षा. उद्घाटितनयनस्य पुंसः कस्यचित् ज्ञानेन विना एव उत्पद्यते घट प्रत्यक्षं, न अपि एवं विदु हेतुः न हि स बोधक इति ज्ञातः बोधको भवति. अयं हेतुः साध्यव्याप्य पक्षवृत्तिः इति ज्ञातः सन् खलु भवति बोधकः. अतः हेतोपि धूमः वहिनी बोधकः इति ज्ञाना अपेक्षा नास्ति, परन्तु पदं न ज्ञानमात्रेण बोधकं, किन्तु घटपदं घटबोधकम् इति ज्ञातं सत् बोधकम्. इदानीं यत् पूर्वं पदे केवलं पद उक्ते पदार्थो ज्ञानं न भवति, यथा पदम् इति वर्णानासमूहः अस्ति क्रमेण तस्य समाधानम् अस्ति अत्र. यावत्पर्यन्तं पदपदार्थयोः सम्बन्धः न ज्ञातम् अस्ति तावत्पर्यन्तं पदार्थस्य ज्ञानं न भवति. सत्यं, न केवलं पदज्ञानं प्राप्तं. सो अत्र न केवलं पदज्ञानं यथा वर्णसमूहस्य ज्ञानम् इति आवश्यकं, किन्तु पदम् इति कस्य बोधकम् इति ज्ञानं. सो पदं किं पदार्थं बोधयति तस्य ज्ञानम् अपि आवश्यकं. सो द्वे ज्ञाने ज्ञाते पदार्थस्य ज्ञाने ज्ञाते बोधं भवति. अयं हि पदस्य विशेष यत् बोधकम् इति ज्ञातं सत् बोधकं. पदस्य विशेष मीन्स् पद किं सूचयति, यद् बोधकम् इति, यत् बोधकं मीन्स् यथा घटबोधकम् अस्ति, यत् पदार्थस्य बोधकं पद अस्ति तस् ज्ञातं, तस्य पूर्वज्ञानम् इति आवश्यकं, तत् ज्ञातं सत् बोधकं. न तथा इन्द्रियं, किन्तु इन्द्रियविषये यत् अस्ति तत् भिन्न विलक्षणम् अस्ति तत्र. न तत्र कस्यचित् ज्ञानस्य अपेक्षा. इन्द्रियं यत् प्रत्यक्षं ज्ञानं बोधयति तस्य प्रति पूर्वज्ञानस्य अपेक्षा नास्ति. उद्घाटितनयनस्य पुंसहि कस्यचित् ज्ञानेन विना एव उत्पद्यते घटप्रत्यक्षं. यदि नयने उद्घाटते पुरतः घट अस्ति तस्य ज्ञानं भवति, यदि पूर्वज्ञानं नास्ति तदपि प्रत्यक्ष इन्द्रियैः प्रत्यक्ष बोधम् आगच्छति. नापि एवं विदु अपि हेतु, यदि धूमवहिनी वयम् उदाहरणं स्वीकुर्मः तत्रापि यत् यत् हेतुज्ञानस्य हेतुवहिनी ज्ञानं न भवति, केवलं हेतुः ज्ञानं यदि आगच्छति. यदि धूम पश्यामि केवलं वहिनी ज्ञानं न आगच्छति. यावत्पर्यन्तम् अयं हेतु साध्यव्याप्य, यावत्पर्यन्तं हेतुः व्याप्तिज्ञानं नास्ति, हेतु व्याप्य विशिष्ट नास्ति, व्याप्नोति इति न ज्ञानम् अस्ति. अपि पक्षवृत्तिज्ञानं पक्षधर्मता अस्ति. द्वे ज्ञाने यदि आगच्छति तदा हि ज्ञानस्य बोधकः भवति. सो साध्यव्याप्तिज्ञानं हेतोः अपि पक्षधर्मता ज्ञानं द्वे ज्ञाने बहु आवश्यकम्. तदनन्तरमेव हेतुः अपि धूमवहिनी बोधक इति ज्ञान अपेक्षा नास्ति, किन्तु हेतोः केवलं हेतोः ज्ञानं यदि भवति तत् न बोधयति वहिनी बोधक न भवति. अनुमानज्ञान अत्र ज्ञान अपेक्षा अनुमानज्ञानं भवति. केवलं धूमज्ञानस्य वह्निबोधकज्ञानं न आगच्छति यावत्पर्यन्तं वह्निव्याप्यधूम वा प्रक्षधर्मता ज्ञानं नास्ति, परन्तु पदं न ज्ञानमात्रेण. सो परन्तु पदं यदि ज्ञानमात्रेण बोधकं पदं न भवति. घटपदं घटबोधक बोधकम् इति ज्ञातं सत् बोधकं, केवलपद उच्चारणेन ज्ञानं न आगच्छति यावत्पर्यन्तं घटपद तस्य पदार्थसम्बन्ध ज्ञानपूर्वं नास्ति. घटपदकं तदै बोधकं भवति घटबोध घटपदं घटबोधकं मीन्स् घटविषयस्य बोधकम् भवति यदि ज्ञातं सत् बोधकं यस्य पूर्वं ज्ञानम् अस्ति. सो अत्र यथा महोदय वर्गे उक्तवान् विलक्षणं किम् अस्ति, पदपदार्थयो ज्ञानम् आवश्यकं. यथा हेतुज्ञानं धूमज्ञानं वह्नि न बोधति यावत्पर्यन्तं धूम कुत्र अस्ति, पर्वते अस्ति, धूम वह्नि व्याप्य अस्ति यावत्पर्यन्तं द्वे ज्ञाने परामर्शज्ञानं नास्ति तावत्पर्यन्तं केवलं धूम दृष्टे वह्नि ज्ञानं न आगच्छति, अपि पद उक्तेन पदार्थज्ञानं न आगच्छति इति. विषयत्रयमस्ति, एकः प्रत्यक्षम्, एकं पदपदार्थज्ञानं, इन्द्रियप्रत्यक्षेन अपि पूर्वज्ञानस्य आवश्यकता नास्ति तत्र. तत् विलक्षणम् अस्ति पदपदार्थयो पद ज्ञानस्य. तर्हि रामप्रिया भगिनी स्वशब्दैः वदति वा, अवश्यं चेत् पुनः पठतु. आम् अस्तु महोदय. तत्र यदा प्रथमम् उक्तं तत्र केवलं पदज्ञानं न केवलं पदज्ञानं पर्याप्तम् इत्युक्ते तत्र पूर्वस्मिन् पुटे यदा वयं कम्बुग्रीवादिमान् इति तत्र पदम् इत्युक्ते घटः इति केवलं पदज्ञानं न पर्याप्तं, किन्तु किम् आवश्यकम् इत्युक्ते कस्य बोधकम् इति आवश्यकम् इत्युक्ते घटः इत्युक्ते किम् इति अपि आवश्यकं, केवलं घटः इति पदेन किमपि ज्ञानं न बोध्यते तत्र. अनन्तरं तत्र पदस्य विशेषः यत् बोधकम् इति ज्ञातं तत् सत् ज्ञातं सत् बोधकम्. पदस्य विशेषः इत्युक्ते घटः इति पदेन किं विशेष्यते विशिष्यते तदेव बोधकं. घटः इत्युक्ते मम मनसि कम्बुग्रीवादिमान् इति ज्ञानं यदा उत्पद्यते तदेव तस्य बोधकं भवति, पदस्य बोधकं भवति. अत्र अत्र किञ्चित् सरलता कथमस्ति इत्युक्ते घटपदं बोधकं किं बोध्यं, कः बोध्यः, घटपदार्थः, घटपदार्थः बोध्यः, घटपदं बोधकम्, घटपदं बोधकम्, आम् घटपदम्, आम् घटपदस्य श्रवणेन घटपदार्थः मनसि आगच्छति, कम्बुग्रीवादिमान् इति किमपि अस्ति घटस्य, तत् किम् इति तथा अस्ति चेत् बोधकम्. यद् बोधकं तद् ज्ञातं चेत् पदं बोधकम्. यदि घोट् इति वदामि तस्य कुवर्ता अतः नास्ति न बोधकम्. विजुवल् इति बोधकम् इति अवगन्तुं शक्नुमः. विजुवलि मम मनसि किं तद् घटः इति श्रवणेन तस्य पदार्थस्य आकारः मम मनसि उत्पद्यते चेत् सर्वदा विजुवल् इति कुत्रचित् अविजुवल् अपि अस्ति. आमां गुणः अस्ति चेत् तद् तादृशं नास्ति, यदा घटः इति पदार्थ पदार्थविषये अहं वदामि. अब्स्ट्राक्ट् इति अस्ति चेत् तस्य तु विषुवल् एव नास्ति किल. शिशोः हसनं, शिशोः हसनं, तस्य मुखं, तस्य मुखम् आगच्छति मम मनसि, तादृशं तादृश अवगमनं, यथा किमपि कथमपि भवतु अवगमनं किम् इति जानामि तद् बोधकं. महोदय ज्ञातं सत् इति पूर्वज्ञानमेव साधु. हा हा सत्यं, पदपदार्थयोः सम्बन्धं पूर्वं ज्ञातं भवति, तथा एव आवश्यकं खलु, नो चेत् कथं बोधकं, बोधकं न जानाति घटः कः न दृष्टवान् तर्हि घटपदस्य श्रवणेन किं न किमपि बोध्यं न भवति. मुख्यमस्ति किमपि न बोधयति तत् अबोधकं न बोधकम्. अग्रे अस्तु न तथा इन्द्रियम् इत्युक्ते इन्द्रियस्य विषये केवलं पदस्य ज्ञानेन पदस्य ज्ञानम् इन्द्रियस्य विषये न आवश्यकम् इति, तत्र कस्यचित् ज्ञानस्य न अपेक्षा, तत्र ज्ञानमेव न आवश्यकं. किमर्थम् इत्युक्ते प्रत्यक्षेन वयं ज्ञातुं शक्नुमः कः पदार्थः इति, तत्र यदा उद्घाटितनयनस्य पुंसः हि कस्यचित् ज्ञानेन विना एव उत्पद्यते घटप्रत्यक्षम्. अस्तु यदा वयं तदा प्रत्यक्षज्ञानेन एव यदा घटं पश्यामः तदा एव मनसि तद् ज्ञानम् उत्पद्यते घटस्य विषये, अतः तस्य पदस्य किमपि पदेन बोधकं नास्ति तत्र, तादृशं किल. अत्र किञ्चित् सूक्ष्मविषयः अस्ति, न तत्र कस्यचित् ज्ञानस्य अपेक्षा, किं कस्य ज्ञानस्य अपेक्षा अस्ति इन्द्रियविषये, पूर्वज्ञानं न आवश्यकं किल तत्र. हा घटः कः इति न आवश्यकं, पदपदार्थविषये पदस्य श्रवणेन पदार्थस्य ज्ञानं किं भवेत् इति चेत् पदार्थः कदाचि पूर्वं ज्ञानस्य अपेक्षा अस्ति, मया पूर्वं घटं दृष्टं भवेत् तर्हि घटः कः इति पूर्वं जानामि चेत् घटपदार्थयोः सम्बन्धं मम ज्ञानस्य विषयः अस्ति चेत् घटपदस्य श्रवणेन ओहो घटः उक्तवान् इति ज्ञानं भवति खलु. किन्तु इन्द्रियप्रत्यक्षविषये पूर्वज्ञानं न अपेक्षितं, घटं दृष्ट्वा एषः घटः इति न जानाति, किमपि अस्ति इति जानाति. घटस्य प्रत्यक्षं भवति एषः घटः इति अनुक्त्वा अपि घटस्य प्रत्यक्षं भवति खलु. एषः घटः इति अहं न जानामि, किन्तु किमपि अस्ति, कम्बुग्रीवादिमान् अस्ति अत्र मां पुरतः इति किं दृष्ट्वा जानाति. तथा उक्तम् अत्र घटप्रत्यक्षं भवति पूर्वं ज्ञानं विना. उद्घाटितनयनयोः घटप्रत्यक्षं भवति, घटः पुरतः अस्ति, लैट् अस्ति, सर्वमस्ति चेत् घटः दृश्यते, एषः घटः इति ज्ञानं न आवश्यकम्. घटविषयकज्ञानं भवति एव साधु, वैलक्षण्यं न पूर्वज्ञानम् आवश्यकं. किमपि घटः वा पटः वा किमपि दृष्ट्वा ओ किमपि अस्ति इति प्रत्यक्षं भवति एव. लक्ष्मी भगिनी साधु भेदः. आं महोदय अग्रे रामप्रिया भगिनि साधु वा? आम् आम् आं महोदय. अग्रे पठतु. न अपि एवंविध हेतुः विषये अपि इदानीं किञ्चित् वैलक्षण्यम् अस्ति. यदा वयं प्रत्यक्षविषये दृष्टवन्तः, अनन्तरं पदस्य बोधकविषये दृष्टवन्तः. अत्र हेतोः विषये दत्तमस्ति. तत्र किं भवति इत्युक्ते, न हि सः बोधकः इति ज्ञातः बोधको भवति. सः इत्युक्ते सः बोधकः. सः साध्यबोधकः इति स्वीकरोतु. सः साध्यबोधकः. अस्तु, पदं तत्र साध्यबोधकः नास्ति. पदमिति न, हेतुः न पदं, हेतुः. हेतुः अस्तु, हेतुः साध्यस्य विषये न वदति. इत्युक्ते हेतुः इति अस्माकं प्रसिद्ध उदाहरणं धूमः. धूमः तु वह्नेः विषये किमपि न बोधकं जनयति वा बोधनं जनयति. कोऽपि वदति धूमः इति पदं वदति, श्रुत्वा मनसि वह्निः आगच्छति वा साक्षात्? यः हेतुः साध्यबोधकः इति न जानाति, यः न जानाति धूमः वह्निबोधकः इति, यः न जानाति तस्य मनसि हेतु ज्ञानेन धूमदर्शनेन वह्निज्ञानं न भवति. सत्यं खलु? यस्य व्याप्तिज्ञानं नास्ति सः कथं जानाति ओ धूमः इत्युक्ते वह्निः कथम् अवगच्छति? न इति न बोधको भवति इति आगच्छति किल क्रियापदस्य. सः साध्यबोधकः इति न ज्ञातः बोधको भवति, न बोधको भवति. अत्र हेतुः अयं हेतुः साध्यव्याप्यः पक्षवृत्तिः इति ज्ञातः सन् खलु भवति बोधकः. अस्तु, यदा वयं जानीमः हेतुः साध्यव्याप्यः धूमः वह्निव्याप्यः वा पक्षवृत्तिः पर्वतः पर्वते विद्यमानः इति वयं जानीमः चेदेव तत्र बोधकः भवति. न जानीमः यदा वह्निः एव ज्ञातं चेत् तादृशं किमपि बोधकः न भवति. क्षम्यतां, धूमः एव जानीमः चेत् वह्निः विषये बोधकः न भवति. अत्र साध्यव्याप्यः वा पक्षवृत्ति इति न, साध्यव्याप्यः अपि च पक्षवृत्ति ज्ञानद्वयम्. अतः हेतोः अपि धूमवह्निबोधकः इति ज्ञान अपेक्षा नास्ति. अतः हेतोः अपि इत्युक्ते धूमस्य वह्निबोधकः इति किमपि ज्ञानस्य अपेक्षा तत्र किमपि नास्ति. धूमस्य दर्शनेन इति वक्तुं शक्नुमः किल, धूमस्य दर्शनेन वह्नेः बोधकः न भवति, तादृशज्ञानं न उत्पद्यते. परन्तु पदं न ज्ञानमात्रेण बोधकं, किन्तु घटपदं घटबोधकम् इति ज्ञातं सत् बोधकम्. परन्तु पदं न ज्ञानमात्रेण बोधकं, पदं ज्ञानमात्रेण न बोधकम् इत्युक्ते तत्र यदा वयं घटः इति जानीमः चेदेव तत्र तद् पर्याप्तं न. वयं घटस्य बोधकं न भवति. आम्, किन्तु घटपदं घटबोधकम् इति ज्ञातं सत् बोधकं. वयं घटम् इति पूर्वमेव अस्माकं पूर्वज्ञानम् अस्ति चेदेव तस्य बोधकं भवति. घटपदं जानामि, किन्तु घटपदार्थः घटपदं घटपदार्थं बोधयति इति न जानामि चेत् न बोधकं भवति. न केवलं पदज्ञानं, पदार्थज्ञानमपि अवश्यम्. अत्र बोधकत्वम् इति विशिष्टधर्मः, बोधकत्वं ज्ञानजनकत्वम् इति भवेत्. यथा हेतुः साक्षात् न साध्यबोधकः, यावत् हेतोः साध्यव्याप्यत्वम् अपि च पक्षधर्मता न ज्ञातं तावत् हेतुः वह्निबोधकः न भवति इति हेतोः विषये. पदस्य विषये पदपदार्थयोः सम्बन्धज्ञानम् आवश्यकम्, न तथा प्रत्यक्षविषये. पुरतः पदार्थः अस्ति चेत् उद्घाटितनयने नयनाभ्यां नेत्राभ्याम् अवश्यं प्रत्यक्षं भवति. प्रत्यक्षम् इति प्रत्यक्षस्य वैलक्षण्यं. पदपदार्थविषये इतोपि न केवलं पदज्ञानं, पदार्थसम्बन्धज्ञानम् अवश्यं, हेतुविषये व्याप्तिज्ञानं पक्षधर्मतज्ञानम् आवश्यकं, पूर्वज्ञानम् अपेक्षितं, किन्तु प्रत्यक्षविषये तत्र ज्ञानस्य अपेक्षा नास्ति. कठिनं नास्ति खलु? लक्ष्मी भगिनी साधु वा? आं महोदय. तत्र अत्र धूमः वह्निः पदार्थः भिन्नभिन्नपदार्थः. तत्र धूमस्य धूमः वह्निः बोधकः भवेत् इति तत्र अपेक्षा ज्ञानापेक्षा नास्ति इति तत् तदेव खलु. किन्तु घटपदस्य तदा तथा न अस्ति इत्युक्ते तत्र घटः घटः इति पदेन घटस्य अर्थः बोधनीयमेव, तत्र अन्यकल्पः नास्ति खलु. पुनः वदतु. घटपदं घटबोधकं घटपदं घटबोधकं घटपदेन घटस्य घट इति घट इति पदार्थस्य बोधकं भवेत् इति तत्र किमपि अन्यविकल्पः नास्ति एव इत्युक्ते पदं भिन्नः अर्थः धूमः वह्निः तत्र द्वौ अपि भिन्नभिन्नपदार्थः किन्तु अत्र घटः इति पदं घटः इति पदं भिन्नः अर्थः तस्य अर्थः भिन्नः इति तथा नास्ति. अतः घटपदं घटबोधकम् एव इति तत्र किं वदामः अपेक्षा अस्ति. साधु अस्ति, किञ्चिदेव वदामि. अत्र घटपदं घटपदार्थस्य बोधकम् अस्ति खलु, सत्यम्? आमां. कदा घटपदं घटपदार्थः पदार्थं बोधयति? यः पूर्वं जानाति घटपदं घटपदार्थः इति यः जानाति तस्य कृते घटपदस्य श्रवणेन घटपदार्थस्य बोधकं भवति. यस्य मनसि घटपदार्थयोः सम्बन्धः नास्ति तस्य मनसि घटपदं श्रुत्वा अपि घटपदार्थस्य बोधकं न भवति. इति एका स्थितिः. द्वितीया स्थितिः अस्ति हेतुः. हेतुः तस्य दर्शनेन वा श्रवणेन साध्यस्य बोधकं भवति वा? न भवति. हेतुः यावद् धूमः अन्निव्याप्यः अपि च पक्षे अस्ति तावत् धूमः वन्नि हेतुः साध्यबोधकः न भवति. पूर्वज्ञानद्वयम् अपेक्षितं न तथा प्रत्यक्षं. पूर्वं किमपि ज्ञानं न अवश्यं न अपेक्षितं. यत्किमपि पदार्थः नयनस्य पुरतः अस्ति तस्य लैट् सर्वमस्ति चेत् अवश्यं प्रत्यक्षज्ञानं भवति तस्य विषयस्य पदार्थस्य इति वैलक्षण्यं विषयत्रयं प्रत्यक्षं पदपदार्थः हेतु साध्यबोधकः इति स्थलत्रयम् तत्र वैलक्षण्यं प्रत्यक्षं हेतुः साध्यबोधकः नास्ति नास्ति इत्युक्ते तत्र अपेक्षा नास्ति. अनन्तरं पदपदार्थयोः मध्ये बोधकं भवति यदा पदार्थः पूर्वमेव पदार्थः पूर्वमेव ज्ञातं चेत्. तृतीयम् अस्ति प्रत्यक्षस्य कृते यः कोऽपि पदार्थः नेत्रस्य पुरतः अस्ति तथा तत्र अत्र केवलं नयनं नास्ति कापि च ज्ञानस्य जनकं भवति. किन्तु साध्य हेतु साध्योः मध्ये तथा नास्ति. हेतु साध्यस्य ज्ञानं न जनयति लक्ष्मीभगिनी एकं वदामि. अस्मिन् परिच्छेदे बहु किमपि समयः यापितः मुख्ये इतोपि अग्रे किञ्चित् सरलम् अस्ति. पुनः अग्रे तृतीयपरिच्छेदे किञ्चिदपि वक्तव्यं भवति. साधु अग्रे. अस्तु. घटपदं घटपदार्थं बोधयति न पटपदार्थं पटपदार्थम् इति च व्यवस्थितं दृष्टं. केन इयं व्यवस्था उच्यते? साधयामः तावत् निदर्शनेन. तत्र लोके यज्ञदत्तस्य स्तः द्वौ पुत्रौ, चैत्रः एकः, मैत्रः अपरः. तत्रापि हि चैत्र इति क्रमिकवर्णैः चैत्रशरीरमेव कुतः बुध्यते? मैत्रशरीरं कुतो न? एवं मैत्र इति क्रमिकवर्णैः मैत्रशरीरमेव बुध्यते, न चैत्रशरीरम् इति शैत्रशरीरमिति च कुतः? तत्र नियामकगवेषणायां पितरस्य अभावात् पित्रोः इच्छया एव इयं व्यवस्था इति वक्तव्यम्. पित्रोः इच्छया खलु चैत्रशरीरं चैत्र इति सम्बोध्यते, मैत्रशरीरं च मैत्र इति सम्बोध्यते. अतः सर्वत्र पदविशेषेण अर्थविशेषे बोध्ये इच्छायाः नियामकत्वं कल्पयामः. अस्तु, अत्र परिच्छेदः घटः इति पदं घटपदार्थमेव बोधयति, न तु पटः, न तु पटपदार्थम् इति तत् कथं भवति इति पूर्वस्मिन् परिच्छेदे दृष्टमित्युक्ते तत्र घटस्य वा पटस्य वा पूर्वमेव घटपदार्थस्य वा पटपदार्थस्य पूर्वमेव तत् ज्ञानम् अपेक्षितम्। अतः अनन्तरं घटम् इति पदं श्रुत्वा घटपदार्थस्य बोधकं भवति। तेन किम् इति प्रश्ने सति कथमिति तादृशव्यवस्था इति प्रश्ने सति अत्र एकः उदाहरणः अस्ति। यज्ञतत्त्वः इति कश्चनः, तस्य द्वौ पुत्रौ चैत्रः मैत्रः च। तत्र चैत्रः इति तत्र वर्णः च ऐ रः इति तकारः रका रेपः इति अस्ति चैत्रः। तत्र चैत्रः इति वदनेन चैत्रस्य शरीरं स्वरूपम् आकारं वा आकारम् एव आकारं कथं ज्ञायते, कुतः बुध्यते, कथं ज्ञायते। मैत्रमिति मैत्रस्य मैत्रशरीरं मनसि न आयाति, केवलं चैत्रमिति वदनेन चैत्रमिति क्रमेण तादृश क्रमेण वर्णानां वर्णं श्रुत्वा केवलं चैत्रस्य आकारमेव ज्ञायते, न तु मैत्रः। एवमेव मैत्रः इति क्रमेण मकारैकारतकाररेपः श्रुत्वा मैत्रस्य शरीरमेव ज्ञायते, तस्य स्वरूपम् एव तस्य स्वरूपम् आकारम् एव मनसि आगच्छति, न तु चैत्रस्य। तत् कथं भवति, तत् कुतः इति प्रश्ने सति तत्र नियामकगवेषणायाम् इतरस्य अभावात् पित्रोः इच्छया एव इयं व्यवस्था इति वक्तव्यम्। अत्र गवेषणायां तत् सम्यक् न चिन्तनं गवेषणं अस्तु नियामकगवेषणायां इतरस्य अभावात् अस्तु इतर सम्यक् न अन्यकारणस्य अभावात् अन्यकारणस्य अभावात् केवलं पित्रोः इच्छाया इति इच्छा पित्रोः इच्छा एव। मम मातापिता एकं शरीरं दृष्ट्वा चैत्रः इति नामकरणं कृतः, अन्येन शरीरः दृष्ट्वा मैत्रः इति नामकरणं कृतः। अतः चैत्रः इति पदं वदनेन चैत्रशरीरम् एव चैत्रशरीरेण सम्बन्धं भवति, तत् च चैत्रपदं तत्सम्बन्धं यदि तत्सम्बन्धमेव मनसि आगच्छति इत्युक्ते चैत्रम् इति पदं श्रुत्वा एवमेव मैत्रः न चैत्रं क्षम्यतां चैत्रं न चैत्रः एवमेव मैत्रः। अतः सर्वत्र पदविशेषेण अर्थविशेषे बोध्ये इच्छायाः नियामकत्वं कल्पयामः। अस्तु अतः पदस्य अर्थः तयोः मध्ये यत् सम्बन्धः अस्ति तत् इच्छा अनुसारम् इति वदति वा महोदय? तत् इच्छानुसारम् एकवारं नामकरणम् अभवत्। एतत् पदार्थः एषः पदार्थः तस्य फलम् एतत् अस्ति एकवारं इच्छा अनुसारम् अभवत्। तदनन्तरं पुनः पुनः तत् पदं श्रवणेन तदेव पदार्थः पदार्थेन एव सम्पर्कः भवति। तादृशं महोदय तदेव इति कल्पयामः इति नैयायिकाः स्वीकुर्वन्ति। एवम् एतत् भवत्या उक्तम्, एतत् पदम् एतत् पदार्थं सूचयति बोधयति इति इच्छया साधितम्, इच्छया नियामकः इति स्वीकुर्मः। नियामकम् इस् नियमेन, साधु नियमेन निर्माता किं पदं ददाति पदार्थे। अस्तु, अत्र डेफिनेशन् इति नियामकत्वम् इच्छायाः इच्छया नियमितम् अर्थविशेषे तत् भवति तस्य। एतत् विशिष्टपदम् एतत् पदार्थविषयं पदार्थं विशिष्टम् अस्ति पदेन एतद् विशिष्टपदेन एतद् विशिष्टपदार्थ एषः विशिष्टपदार्थः बोध्यते इति। साधु, अत्र संज्ञा अत्र पदम् इति पदार्थस्य संज्ञा भवति, संज्ञा इच्छानुसारं भवति खलु। निर्मातौ खलु। प्रश्नमस्ति वा रामप्रिया भगिनी? न महोदय, परन्तु तत्र पूर्वज्ञानम् अपेक्षितम् इति किमपि नास्ति किल, अत्र पदविशेषस्य विषये एव। अत्र पदं कथं पदपदार्थयोः सम्बन्धः कथं कृतः इति तावदेव प्रश्नस्य उत्तरं। किमर्थं तत्र पित्रोः एकस्य पुत्रस्य नाम चैत्रः अन्यस्य पुत्रस्य नाम मैत्रः इति कृतवन्तः, तादृशमेव अर्थविशेषेण पदविशेषेण अर्थविशेषेण बोध्यते इति पटपदार्थं किमर्थम्? उदाहरणं यथा पित्रोः नामकरणं क्रियते तथा एव इच्छया क्रियते। अस्तु, अग्रे सरलं महोदय उक्तवान् अनादिकालतां घटघटपदयोः पदार्थयोः इति सम्बन्धः तिष्ठति। अग्रिमे परिच्छेदे तदेव अस्ति, पठतु भगिनि, सरल भगिनि। आधुनिकपदार्थेषु एवं विवेच्छा, यद्यपि पित्रोः सङ्गणकादौ तत् पदार्थकर्तुः वा सम्भवति, अनादिघटादिपदार्थे तु तस्येच्छा सम्भवति, न कश्चित् अल्पज्ञः आत्मा अनादौ व्यवहारे पर्याप्तः, यस्य इच्छयाः सर्वे घटापटादिव्यवहारा निर्वर्तयितुं शक्याः, अतः सर्वस्य भगवतः एव सा इच्छा, यया सर्वेषां पदानां भवति व्यवस्था, घटपदं घटबोधकं न पटबोधकं पटपदं च पटबोधकं न अन्यो बोधकम् इति कल्पयामः। यद्यपि उद्देशग्रन्थे गुणेषु सा इच्छा इत्येव निर्दिश्यते, तथापि पदानां बोधकत्वस्य बोधकत्वव्यवस्थायै सेव शक्तिः अभिधा वा इति उच्यते, अभिधा इत्यस्य ईश्वर इच्छा इति अर्थः। इदानीं आधुनिकपदार्थेषु एवं विध इच्छा, यद्यपि पित्रोः सङ्गणकादौ तत् पदार्थ कर्तुः वा सम्भवति, अनादिघटादिपदार्थेषु कस्य इच्छा सम्भवति। यदि लोके बहवः पदार्थाः सन्ति. सो बहवः पदार्थाः पदपदार्थान् सम्बन्ध केषाम् इच्छाः तत्र वर्तते. यदि सङ्गणकम् अस्ति कस्य इच्छा अस्ति सङ्गणक इति वदनेन नाम. सो अत्र यत्र उपरि चैत्रमित्र द्वयोः इच्छा पितुः इच्छा आसीत् तत्र सङ्गणकालस्य सङ्गणकर्ता निर्माता यत् अस्ति तस्य इच्छा अस्ति इच्छायाः इति वयं वदामः तस्य नाम करणम् अभवत्. अनादिघटपद पदार्थाः अनादि सन्ति लोके. अनादिघटपदार्थे तु कस्य इच्छा सम्भवति? सो भव पदार्थाः ये लोके वयं पश्यामः तस्य कस्य इच्छा आगच्छति तत्र? न कश्चित् अल्पज्ञ आत्मा प्रत्येक जनः अस्ति तत् केवलं तस्य आत्मज्ञानम् अल्पम् अस्ति ईश्वर अपेक्षाः. ईश्वर सर्वज्ञ अस्ति सर्वज्ञाता किन्तु प्रत्येक जीव तस्य अल्पज्ञ आत्मा अस्ति. अनादौ व्यवहारे पर्याप्त यस्य इच्छाया सर्वे घटापति व्यवहारः निवर्तितुं शक्या. से न आदौ व्यवहारे पर्याप्त तस्य अल्पज्ञ आत्मा यस्य प्रत्येकं जनः अस्ति तस्य कथं घटपदादि यदि पदार्थेषु व्यवहारः तत्र भवति कथम् इच्छया इच्छा तत्र आगच्छति इति प्रश्ने सति समाधानम् अस्ति. सर्वज्ञस्य भगवत एव सा इच्छा यथा सर्वेषां पदानां भवति व्यवस्था. सो तद् व्यवस्था महोदय उक्तवान् मीन्स् यत् निश्चयं अस्ति इति निश्चयेन यास्ति भवति. सो सर्वज्ञज्ञाता ईश्वरः ईश्वरस्य या इच्छा अस्ति तत् इच्छायां पदार्थानां पदानां नाम आगच्छति. तत्र घटपदं केवलं घटबोधकं भवति. घटपदेन घटपदार्थस्य बोधम् आगच्छति. पटपदार्थस्य ज्ञानम् आगच्छति न तु अन्यपदार्थस्य ज्ञानम् आगच्छति. यद्यपि उद्दिश्ये ग्रन्थे गुणेषु सा इच्छा इति एव निर्दिश्यते. यदि वयं प्रथमं उद्देशग्रन्थ कृतवन्तः यथा द्रव्यगुण इति वयं पठितवन्तः तत्र इच्छा अपि एकं गुण अस्ति दत्तमस्ति. पदानां बोधकत्वस्य स्थापये सेव सा एव शक्ति अभिधा वा उच्यते. लेकिन् यत् पदानां बोधकं यत् भवति सा अस्ति शक्तिः. पदानां बोधकम् इति शक्ति या इच्छा एव अभिधा इति उच्यते. तत् अस्ति ईश्वर इच्छा. प्रश्नः अस्ति वा भगिनी लक्ष्मी भगिनी? ये अनादिकालतः वस्तुनः सन्ति तेषां कथं नामकरणं कृतं? न अल्पज्ञेन ईश्वरेच्छया कृतं. ते शास्त्रेषु अपि पदानि आगच्छन्ति खलु घटपट इति पदानि केन कृतम् इति न जानीमः. तर्हि ईश्वरस्य भगवतः इच्छा इति स्वीक्रियते. महोदय वेदान्तशास्त्रे इति ईश्वर इति अस्ति हिरण्यगर्भ इति तत्र ईश्वर सर्वज्ञाता इति अस्ति. प्रत्येकजीव आत्मा तस्य एव एक पार्ट् भागं भवति यत्कपि सर्वे वस्तूनि इच्छा सर्वे जगति तिष्ठति ईश्वरे किन्तु यदि जीव इति इच्छा करोति इच्छति तस्मिन् एव इच्छति किन्तु ईश्वरतः आगच्छति तस्य मनसि स्वस्मिन् नास्ति ईश्वर इच्छा एव तस्य हृदये आगच्छति हृदि आगच्छति इति वेदान्तशास्त्रस्य अहं चिन्तयामि अस्ति मम अवगमन् अस्ति तत् अवगमनार्थं परिचयः सम्यक् आगच्छति तस्य अर्थम् अत्र अत्र अपि च अत्र किमुक्तं कल्पयामः इत्युक्तं खलु अतः सर्वज्ञस्य भगवतः एव सा इच्छा इति कल्पयामः यया इच्छया सर्वेषां पदानां व्यवस्था भवति घटपदं पट घटपद घटपदार्थं बोधयति न पटपदार्थं पटपदं पटपदार्थं बोधयति न अन्य पदार्थबोधकम् इति कल्पयामः इति स्वीकुर्मः थियरं करोल हैपोथेसिस् किमपि तथा कल्पयामः स्थापयामः इति नैयायिकदर्शनं वेदान्तविषये प्रायः भवत्या उक्तं ऋषयः अस्माकं ऋषयः दृष्टाः सन्ति ईश्वरस्य इच्छायाः दृष्टाः ते मन्त्राणि उच्चारन्ति इति कस्यापि मन्त्रस्य को ऋषिः तस्य नामकरणं नास्ति कः ऋषि मन्त्रं लिखति अस्ति तस्य दृष्टा सन्ति ईश्वरस्य इति खलु अपि च अत्र पूर्वं यत्र गुणेषु गुणानां विवरणम् आसीत् तत्र इच्छा इत्युक्तं खलु तत्र सामान्य इच्छा तत्र सामान्य इच्छा अस्ति फलस्य इच्छा जलस्य इच्छा किमपि इच्छा अत्र विशिष्ट इच्छा पदपदार्थयोः सम्बन्धस्य इच्छा किञ्चित् विशिष्ट इच्छा अत्र एषा इच्छा शक्तिः अभिधा इति उच्यते ईश्वर इच्छा अभिधा इदानीम् अभिधा अभिधेयत्वस्वरूपम् इति तस्य समीपम् इदानीं विषयः आगच्छति साधु लक्ष्मी भगिनी रामप्रिया भगिनी आं महोदय प्रश्नः अस्ति वा सम्यक् सम्यक् तर्हि रामप्रिया भगिनी अग्रे इयम् अभिधेयत्वस्य केवल अन्वयित्वम् इयम् अभिधा इच्छारूपा इति ज्ञानात् इव क्षम्यतां तस्य सन्धिविच्छेदः ज्ञानादिवत् इति वा अस्तु ज्ञानादिवत् एव सविषया भवति स्वविषयनिष्ठविषयता निरूपिका इति अर्थः क्व अभिधायः विषयता वर्तते जगति सर्वत्र घटे पटे मठे पुस्तके क्व नास्ति विषयता किं बहुना स्वस्मिन् अपि अस्ति यद्धि अभिधा पदं तस्य बोध्यतां स्वस्मिन् एव इयम् अवगाहते किम् उत अन्यपदार्थेषु एवंविध अभिधा विषयत्वमेव अभिधेयत्वं तच्च सर्वत्र सर्वत्र अस्ति तस्य अभावः अप्रसिद्धः शशविषाणवत् अस्तु शशविषाणवत् अप्रसिद्धः अस्तु अत्र अभिधेयत्वस्य केवल अन्वयित्वं कथम् इति तस्मिन् विषये इयम् अभिधा इच्छारूपा इति ज्ञानादिवत् एव स विषया भवति यद् अभिधा इदानीं वयं दृष्टवन्तः ईश्वर इच्छा इति तद् ज्ञानादिवत् ज्ञानादिवत् एव सविषया भवति, सविषयकं ज्ञानं भवति तद् अभिधा इति यद् इच्छारूपा अस्ति सविषयकं ज्ञानं भवति. अस्तु, ज्ञानादिवत् इत्युक्ते किं? ज्ञानादिवत् इत्युक्ते ज्ञानादिवत् इत्युक्ते ज्ञान इव सविषयकं ज्ञानं तावद् तादृशम् इव सविषयकं भवति. किं भवति? अभिधा, अभिधा भवति. स्वविषयनिष्ठविषयता निरूपिका इति अर्थः. इच्छा अभिधा स्त्रीलिङ्गम्, अतः निरूपिका इति अस्ति. किम् इत्युक्ते स्वविषयनिष्ठविषयता, सविषयकः, अतः स्व इति अभिधा, अभिधा विषय निष्ठविषयता. यथा एकं चित्रं स्थापयामः चेत् तत्र निरूपक तत्र एकस्मिन् मञ्जुषायाम् अभिधा स्वविषयः, उपरि विषयता, स्वविषयनिष्ठविषयता, निरूपितविषयिता, आश्रयः इच्छा इति अनुक्त्वा निरूपिका डायगनल् दिशि उक्तम्. आमां, स्वविषय अभिधा विषय स्वविषय निष्ठविषयता निरूपित विषय विषयिता आश्रयः इच्छा. घटः विषयः अस्ति चेत् हा तथा तस्मिन् विषयता अस्ति. अस्तु अस्तु अस्तु. क्व अभिधायः, अभिधायः विषयता वर्तते. क्व इत्युक्ते कुत्र अभिधायः विषयता कुत्र वर्तते? सर्वत्र तु वर्तते एव. अभिधायः विषयः तु घटे, पटे, मठे, पुस्तके, सर्वत्र तस्य अभिधायाः विषयः तु वर्तते एव. क्व नास्ति विषयता, कुत्र नास्ति इत्युक्ते किं बहुना स्वस्मिन् अपि अस्ति. विषयता तु सर्वत्र अस्ति, किं बहुना स्वस्मिन्नपि अस्ति इत्युक्ते सर्वत्र तु अस्ति एव, कुत्रापि नास्ति इति न, इति न. स्वस्मिन् इत्युक्ते अभिधायाम्, अभिधायाम् अपि अस्ति. अस्तु, अभिधायाम् अस्तु. यद् हि अभिधा, यद् हि अभिधापदं तस्य बोध्यतां स्वस्मिन् एव इयम् अवगाहते, इयम् अभः. किमर्थम् इत्युक्ते यदि अभिधा इति पदं तस्य बोध्यतां स्वस्मिन् एव इयम् अवगाहते इत्युक्ते तस्मिन् विषये एव तस्य ज्ञानम् उत्पद्यते. अभिधा इति पदेन वयं पदार्थस्य ज्ञानम् उत्पाद्यते इति ज्ञातुं शक्नुमः. स्वस्मिन् एव इयम्, आं किल महोदय? अग्रे वदामि, अग्रे वदतु. किम् उत अन्यपदार्थेषु, किम् उत अन्यपदार्थेषु, अन्यपदार्थेषु किं भवति? स्वस्मिन्नेव इयम् अवगाहते इत्युक्ते अभिधापदेन अन्यपदार्थेषु किं भवति इति प्रश्नः. एवंविध अभिधाविषयत्वमेव अभिधेयत्वम्. अभिधायाः विषयत्वमेव अभिधेयत्वम्. एवंविध इत्युक्ते अन्यपदार्थः किम् उत इति प्रश्नः, तस्य उत्तरमस्ति एवंविध अभिधेयविषयत्वमेव अभिधेयत्वं किम् उत अन्यपदार्थेषु तद् तद् भिन्न पायिण्ट् अस्ति वार्ता वा एवंविध एवंविध इति सत्यमुक्तम् एवंविध किमुक्तम् एवंविध अभिधा विषयत्वमेव अभिधेयत्वम् अभिधायाः विषयत्वम् इत्युक्ते अभिधायाः धर्मः एव अभिधेयत्वं तस्य गुणः वा धर्मः धर्मः तत्तु सर्वत्र अस्ति एव आम् तद् आम् तस्य अभावः अप्रसिद्धः अभिधायाः अभावः अभावः इति अप्रसिद्धः सर्व स्वस्मिन् सर्वदा तौ अस्ति एव स्वस्मिन् एव अयम् अवगाहते त सर्वत्र तु सर्वत्र सर्वदा अस्ति एव अभिधा अतः तस्य अभावः इति अप्रसिद्धः यदा अस्माकं शशविषाण वर्त शशविषाण शशस्य शृङ्गः इति उदाहरणं तद् यदा अप्रसिद्धः तादृशम् अभिधायाः अभावः अपि अप्रसिद्धः अत्र सर्वं सम्यक् केवलम् अत्र किं बहुना स्वस्मिन् अपि अस्ति तद् वाक्यद्वयं वदामि किं बहुना उदाहरणानि किं वक्तव्यं स्वस्मिन् अपि अस्ति किम् अस्ति विषयता यथा तत् पश्यतु पटपदं पटपदार्थं बोधयति खलु खलु घटपदं घटपदार्थं बोधयति अभिधापदं किं बोधयति इच्छा एव बोधयति इति सेल्फ़् रेफरेन्स् इति वर्गे उक्तं यथा मठपदं मठं बोधयति अभिधापदम् एषा एव इच्छा अत्र इयं तस्मिन्नेव इयम् इयम् इच्छा इयम् अभिधा अभिधापदं तस्य अभिधा अत्र बोधकत्वं बोध्यता इति मया उक्तं पूर्वं खलु पदे बोधकता अस्ति पदार्थः बोध्यः अत्र अभिधापदं बोधकं तस्य बोध्यता कुत्र अस्ति इयम् इच्छायाम् अभिधायामेव अस्ति तर्हि स्वस्मिन् एव अस्ति किम् अन्य उदाहरणम् आवश्यकम् घटे घटे पटे मठे तु अस्ति पुस्तके तु अस्ति किं तत्र स्वस्मिन्नेव अस्ति अभिधा इति पदं किं बोधयति अभिधा इच्छा एव बोधयति स्वमेव बोधयति इति विषय अवगाहते विषयीकरोति स्वस्मिन्नेव इयम् अभिधा विषयीकरोति यथा पटपदे बोधकता अस्ति पटपदार्थे बोध्यता अस्ति अभिधापदे बोधकता अस्ति तस्य बोध्यता कुत्र अस्ति अभिधापदस्य बोधकता स्वस्मिन्नेव अस्ति अभिधायामेव इच्छायामेव स्वस्मिन्नेव अस्ति इति उक्तम् तावदेव किञ्चित् चर्चा जाता दशनिमिषं पञ्च प्रायः 15 मिनिट्स् यावत् मया तत्र सारांशेन उक्तं यथा मया पठितम् एतत् परिच्छेदं किन्तु मम एव किञ्चित् वर्गे भ्रमः आसीत् तन्नि पुनः श्रुतं तत् तस्मात् किञ्चित् स्पष्टं जातम् इति मन्ये यावत् जातं तथा मया उक्तं महोदय सर्वत्र अभिधापदेन अस्माकं तु पदार्थस्य ज्ञानं तु यदा अत्र पित्र इच्छा इति उक्तवन्तः किल तादृशं नामश्रवणेन अस्तु पूर्वं ज्ञानम् आवश्यकं किल तस् यदा नाम एव शृणुमः सः तु यदा प्रसिद्धः अस्ति चेत् वयं ज्ञातुं शक्नुमः सः कः इति अभिधा श्रवणेन परन्तु साधारणतया यदा नामश्रवणेन वयं तु तत्र ज्ञानं तु न भवति किल, पूर्वज्ञानम् अपेक्षितं, तदेव मम अपि अत्र पूर्वं पठितम् अस्माभिः यत् पदानां शक्तिः अस्ति खलु, ईश्वर इच्छया एका शक्तिः अस्ति, पदस्य श्रवणेन श्रवणेन वा पठनेन पदार्थस्य पदपदार्थयोः यः सम्बन्धः तादृशशक्तिः अस्ति पदेषु, सा एव शक्ति अभिधा इति अत्र लिखितमस्ति खलु, पदानां बोधकत्वम् इति यः या शक्तिः सा एव अभिधा, ईश्वरस्य इच्छया एषा शक्ति तत्र स्थापिता, पदपदार्थयोः पदे बोधकत्वं पदार्थे बोधव्यं बोध्यं बोध्यता इति भगवता निमित्तः ईश्वरेच्छया स्थापिता इति यावत् उक्तम् अभिधेयत्वं 157 वा शक्तिः इति वा, हा हा, अनेन पदेन अस्य अर्थस्य बोधः भवतु इति इच्छा एव शक्तिः, सत्यम् 157 इच्छा सः सम्बन्धः या पदपदार्थयोः सम्बन्धः इच्छया अभिधाय अभिधया स्थापितं, सा एव अभिधा वस्तुतः इच्छा एव इच्छाशक्ति, अत्र घटपदं घटपदार्थः इति इच्छया स्थापितं, पटपदं पटपदार्थः बोधयति इति यया इच्छया स्थापितं साधितं तया एव इच्छया अभिधापदेन इच्छा सा एव इच्छा बोधव्यः या इच्छा घटपदं श्रुत्वा घटपदार्थं बोधयति मठपदं श्रुत्वा मठपदं बोधयति सा एव इच्छा अविदापदस्य श्रवणेन पदेन इच्छा एव बोधयति स्वं अविदामेव बोधयति स्वस्मिन् अपि अस्ति अतः एव तस्य अभावः अप्रसिद्धः, तादृशः न भवति अभावः एव न भवति अभिधायाः अभावः, इति अस्ति प्रश्नः अस्ति वा कस्यचित् कस्याचित् चिन्तनम् आवश्यकं महोदय चिन्तनम् आवश्यकम् आम् चिन्तनं करोतु कुर्वन्तु तत्र शनिवासरस्य वर्गस्य लास्ट् 15 मिनिट्स् यावत् 20 मिनिट्स् यावत् श्रवणं लाभाय भवति मन्ये साधु अस्ति भगिनि साधु महोदय साधु अस्तु धन्यवादः शुभरात्रिः शुभरात्रिः महोदय धन्यवादः।